नमस्कारः. अस्माकं समासवर्गे समासप्रकरणवर्गे सर्वेषां स्वागतम्. अयमेव अस्माकं प्रथमः वर्गः अस्ति. तत्र अस्मिन् वर्गे किं किं पठामः इति एकवारम् अत्र एकवारं वदामि. अत्र समासपरिचयवर्गः अस्ति, इत्युक्ते समासप्रकरणे प्रवेष्टुं यद् आवश्यकमस्ति तस्मिन् विषये प्रथमं ज्ञानं प्राप्नुमः. इत्युक्ते प्रथमतया आरम्भतः समासः नाम कः, अपि च समासस्य प्रभेदाः के, समासः समासप्रकरणम् अष्टाध्यायां कुत्र अस्ति, कुत्र द्रष्टव्यं समाससूत्राणां विषये, अपि च समाससूत्रस्य अध्ययनार्थं केचन पारिभाषिकशब्दाः सन्ति, तेषां ज्ञानम् आवश्यकं. तदर्थं तेषां विषये अपि वयं पठामः. कथं पाणिनीय अष्टाध्यायां सूत्रं समाससूत्रं कथम् अवगन्तव्यम् इति पश्यामः. अपि च अत्र समासस्य अर्थावगमनार्थं विग्रहवाक्यम् इति उच्यते. विग्रहवाक्यं नाम किम् इति अपि पश्यामः. विग्रहवाक्यानां भेदः प्रभेदाः सन्ति चेत् तस्मिन् विषये अपि पठामः. एतेषां विषयाणाम् अध्ययनम् अद्य भवति. तर्हि अत्र प्रारम्भिकस्तरे समासः नाम कः इति विषयः. कोऽपि वदति वा समासः नाम कः? अनेकानां पदानाम् एकपदी भवनं समासः इति उच्यते. तस्य अर्थः कः? पृथक् रूपेण बहूनि पदानि सन्ति, तेषां मेलनं यत्र भवति तस्मात् परं यत् नूतनं पदं निष्पन्नं भवति तत् समस्तपदम् इति उच्यते. उदाहरणार्थम् अत्र करपत्रे अपि अस्ति, सीतायाः पतिः इति. सीतायाः इति पृथक् पदं भवति, पतिः इति अपरं पदम्. अनयोः पदयोः मेलनेन सीतापति इति नूतनं प्रातिपदिकं निष्पन्नं भवति. इदमेव तत्र तस्मात् परं सुबन्तानां प्रत्ययेन योजनेन समस्तपदं निष्पद्यते. सम्यक् सम्यक् समीचीनं, तदेव अस्ति समासः इत्युक्ते यत्र सुबन्तपदद्वयं भवति. इदानीं तत्र तयोः मेलनेन वयं नूतनपदं निर्मातुम् इच्छामः. तर्हि नूतनपदस्य प्रातिपदिकसंज्ञा भवति, तदनन्तरं सुबुत्पत्तिः भवति. यथा अत्र सीतापतिः इति उदाहरणमस्ति, सीता इति पृथक् पदमस्ति, पतिः इति पृथक् पदमस्ति. अधुना अत्र व्यस्तप्रयोगः इत्युक्ते वाक्यस्तरे वयं प्रयोगं कर्तुम् इच्छामः चेत् सीतायाः पतिः गच्छति इति वदामः. तर्हि तद् सीतायाः पतिः गच्छति इत्यस्य स्थाने यदि वयं समासस्य प्रयोगं कर्तुम् इच्छामः तर्हि तत्र सीता अपि च पति इति पदद्वयमस्ति, तयोः मेलनेन सीतापति इति नूतनप्रातिपदिकं. तस्मात् सुप्रत्ययः सुप्रत्ययस्य योजनेन सीतापतिः इति समस्तपदं निष्पन्नं भवति. तदेव समासः इति विषयः अस्ति. तर्हि तदर्थं तत्र समासस्य प्रक्रिया कथं भवति, समस्तपदं कथं निष्पन्नं भवति, एतेषां विषयाणाम् अध्ययनम् अत्र समस्तपदस्य निर्माणे कानि सोपानानि सन्ति, कानि सूत्राणि प्रवृत्तानि इति एतेषां विषयाणाम् अध्ययनम् अस्माकं वर्गेषु भविष्यन्ति. अस्तु, तर्हि अत्र कोऽपि प्रश्नः अस्ति वा एतावता अस्माकं वर्गस्य लक्ष्यविषये अथवा? भगिनी, एकः प्रश्नः, समासः अपि च सन्धिः इत्यस्मिन् कः भेदः? सम्यक्, समासः अपि च सन्धिः इति कः भेदः इति प्रश्नः अस्ति. समीचीनः प्रश्नः अस्ति. तर्हि सन्धिः कदा भवति, भवानेव वदतु, सन्धिः कदा भवति? अहं चिन्तयामि सन्धिः समासः केवलं सुबन्तानां पदानां मध्ये एव भवति. अपि च सन्धिः नित्यम् इति अस्ति, इति एव अहं स्मरामि अधुना. हा इत्युक्ते सन्धिः, सन्धिः कदा भवति? किम् न श्रूयते भगिनि, न श्रूयते. सन्धिः तु वर्णस्तरे भवति, परन्तु समासः तु पदस्तरे भवति. संहितायां हा समीचीनम्. इत्युक्ते सन्धिः यत्र वर्णानां सामीप्यम् अस्ति, नैकट्यम् अस्ति, प्रोक्सिमिटि आफ् वर्ड्स्, तदा एव सन्धिः भवति. परन्तु समासे अपि सन्धिः भवति, समासे अपि सन्धिः नित्यः. अतः तर्हि तत्र समासस्य अपि च सन्धेः भेदः कः इति कथं ज्ञायते इति चेत्, अत्र यत्र पदद्वयं वर्तते सुबन्तानाम् एव समासः भवति, सुबन्तानां समासः भवति. कुत्रचित् विरलतया तिङ्गन्तानां भवति, परन्तु सामान्यतया सुबन्तानाम् एव समासः भवति. सन्धिः तु ययोः कयोः पदयोः अथवा अत्र प्रक्रियाकाले पदस्य निर्माणार्थं सोपानानि सन्ति चेत् तत्रापि सन्धिः भवति. तर्हि सन्धिः यत्र वर्णानां सामीप्यम् अस्ति तत्रैव सन्धिः. समासे समासः यत्र पद पदानां मेलनं कर्तुम् इच्छामः तत्र समासः भवति. अपि च समासः अपि च सन्धिः तयोः भेदः कथं दृष्ट्वा ज्ञातुं शक्यते इति चेत्, समासे विभक्तेः लोपः भवति, पूर्वपदस्य विभक्तेः लोपः भवति. समासे पदद्वयं वर्तते, अतः एकं पदं पूर्वपदम्, अन्यत् पदम् उत्तरपदम् अस्ति. तर्हि पूर्वपदस्य विभक्तेः लोपः भवति समासे. यथा अत्र सीतायाः पतिः इति अस्ति, तर्हि सीतायाः पतिः, सीतायाः इति षष्ट्यन्तं पदम् अस्ति, पतिः इति प्रथमान्तं पदम् अस्ति. सीता इति तत्र प्रातिपदिकं स्वीकुर्मः, अधुना विभक्तिः नास्ति, विभक्तेः लोपः अस्ति. सीता योगः पति इति अस्ति, सीतापति. अधुना सीतापति इति प्रातिपदिकं, तस्मात् सुबुत्पतिः सीतापतिः. तर्हि सीतापति अत्र तु सन्देः अवसरः नास्ति सीतापति इति पदे. परन्तु कुत्रचित् सन्देः अवसरः अस्ति चेत् सन्धिः अपि करणीयः. परन्तु तत्र सीतापति इति पदं दृष्ट्वा वयं ज्ञातुं शक्नुमः अत्र विभक्तेः लोपः अस्ति. अर्थावगमनार्थं यदा विग्रहवाक्यं कुर्मः तर्हि सीतायाः पतिः इति विग्रहं भवति. तर्हि सीतायाः पतिः एव सीतापति, सीतापतिः इति समस्तपदमस्ति, तत्र विभक्तेः लोपः इति दृष्ट्वा वयं समासः इति ज्ञातुं शक्नुमः इति. तत्र सन्धिः अपि च समासस्य भेदः अपि च अभ्यासेन वयं ज्ञातुं शक्नुमः समासः कः, सन्धिः कः इति. अस्तु अस्तु. अत्र अन्यः प्रश्नः, तस्य समासस्य प्रयोजनं किम्, अपि च सन्धिः, सन्धिः अपि प्रयोजनं किं, तत्र प्रयोजने अपि भेदः अस्ति वा? प्रयोजनम् इत्युक्ते तत्र इत्युक्ते समासः भगिनि एवं चिन्तयामि, समासः समस्तपदस्य तस्य विवरणं विग्रहवाक्यद्वारा क्रियते समासे. समासं समस्तपदं वयम् इतोपि सविवरणं वदन्तः स्मः विग्रहवाक्ये. सन्धिः इत्युक्ते केवलम् अस्माकं सौलभ्यार्थं वयं पदद्वयं योजयित्वा वयं प्रयोगं कुर्वन्तः स्मः, भावप्रकटनाय वा भाषा वा, तदर्थं वयं सन्धिं कुर्वन्तः स्मः. सन्धिः अपि यथेष्टं कर्तुं न शक्यते, अतः पाणिनिमहोदयस्य सूत्रानुगुणम् एव नित्य उपयोगि इत्यादिकम् अस्ति. एवं प्रतिपदं विभज्य यदि प्रयोगं कुर्मः भाषायाः तत्र भावप्रकटनं वा किं वा बहु काठिन्यं भवति, तत्र वस्तुतः सौलभ्यमपि भवति सन्धिप्रयोगेण, सुन्दरमपि भवति. समासः इत्यत्र समस्तपदस्य बहु तस्य विवरणं किम् इति विग्रहवाक्यद्वारा वयं तस्य विवरणं कुर्वन्तः स्मः, द्वयोः सम्बन्धः अपि तावत् नास्ति इति चिन्तयामि. समीचीनं भगिनि, समीचीनं. हा अपि च अत्र वक्तुं शक्यते सन्धिः यत्र वर्णानां नैकट्यम् अस्ति चेत् तत्र स्वाभाविकः अस्ति, सन्धिः स्वाभाविकः अस्ति. यदि तत्र झटिति पदद्वयं स्वीकृत्य राम अत्र पदद्वयं स्वीकृत्य वयं वक्तुम् इच्छामः चेत् तत्र स्वाभाविकतया उच्चारणे तत्र वर्णानां परिवर्तनं विकारः जायते. तत्र स्वाभाविकी प्रक्रिया अस्ति सन्धिः. यदि पदस्य तत्र दूरं दूरं स्थापयित्वा वदामः इत्युक्ते तत्र पृथक् पृथक् मध्ये व्यवधानम् अस्ति, मात्राकालम् अस्ति, तत्र सन्देहे अवकाशः नास्ति. परन्तु यत्र सामीप्यम् अस्ति तत्र सन्देहे अवकाशः अस्ति. तत्र उच्चारणस्य विषयः अस्ति सन्धिः, उच्चारणस्य विषयः अस्ति. किमर्थं सन्धिः समासे नित्यः इति चेत् तत्र इदानीं पदद्वयोः मेलनेन एकं पदं जातम्, अतः तस्मिन् नैकट्यं वर्तते, पदानां नैकट्यं वर्तते. इदानीम् अत्र यथा उक्तम् अनेकस्य पदस्य एकपदी भवनम् इति उक्तं खलु, तर्हि अनेकानाम् अनेकेषां पदानां मेलनं यदा भवति तदा एव समासः भवति. तस्मिन् सन्दर्भे इदानीं पदानां वर्णानां नैकट्यम् अस्ति, अतः सन्धिः नित्यः. तर्हि तत्र आप्शन् नास्ति, सन्धिः करोमि वा न करोमि वा इति आप्शन् नास्ति. तत्र सन्धिः कर्तव्यः एव. परन्तु अत्र व्यस्तप्रयोगे सन्धिः आप्शनल् अस्ति, अस्माकम् इच्छा अस्ति. यदि अत्र सन्धिं कर्तुम् इच्छामः चेत् कर्तुं शक्नुमः, नो चेत् तत्र आप्शन् अस्ति. अस्तु, मेहुल् महोदय, स्पष्टं वा? अस्तु, तर्हि अत्र अग्रे अधुना अत्र अग्रे करपत्रम् उद्घाटयन्तु. तत्र करपत्रात् पठामः. अत्र आदौ विजयलक्ष्मी भगिनी आरम्भं करोति वा? आं करोमि. समासपरिचयः. समासज्ञानं विना समस्तसंस्कृतवाङ्मयज्ञानं भवितुम् एव न अर्हति. संस्कृतभाषायां समासस्य प्रयोगः शास्त्रेषु, काव्येषु, वाक्येषु सर्वत्र दृश्यते. संस्कृतभाषायाः सम्यक् अवगमनार्थं समासस्य अध्ययनम् अत्यावश्यकम्. समासः नाम कः? अनेकस्य पदस्य एकपदी भवनं समासः इत्युच्यते. द्वयोः अथवा अनेकानां पदानां मेलनेन यदा एकं पदं निष्पन्नं भवति तदा समासः इत्युच्यते. अर्थात् द्वयोः अथवा बहूनां पदानां मेलनेन एकार्थीभावः उत्पद्यते चेत् समासः इति कथ्यते. एकार्थीभावरूपसमास सामर्थ्यम् अस्ति चेत् एव समासः भवति. यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः. एकार्थीभावसमासामर्थ्यस्य अभावे समासः न भवति, केवलं संहिता एव. यथा सीतायाः पतिः. सीतायाः इति षष्ट्यन्तं पदम् अस्ति, पतिः इति प्रथमान्तं पदम् अस्ति. एतयोः पदयोः मेलनेन सीतापतिः इति समासः. सीता इति पदस्य कश्चित् अर्थः अस्ति, पतिः इति पदस्य अपि कश्चित् अर्थः अस्ति. अधुना अनयोः पदयोः योजनेन समासः क्रियते तदा नूतनार्थः निष्पद्यते. सीतापतिः नाम कश्चन पुरुषः यः पतिः अस्ति. एतदेव एकार्थीभावसामर्थ्यम् इति उच्यते. समासे क्रियमाणे पदद्वयम् एकपदी भूत्वा विशिष्टम् अर्थं बोधयति, तदेव एकार्थीभावरूपसामर्थ्यम् इति कथ्यते. एकपद्यमैकस्वर्यं च समासस्य लक्षणं भवति. तावत् भगिनि. यदा बहवः पदानां मेलनम् आवश्यकं भवति तत्समये वयं समासकार्यं कृत्वा बहवः पदानां सङ्क्षेपं कृत्वा एकपदस्य निर्माणं कुर्मः. तत् कार्यस्य नाम भवति समासः इति. पदद्वयम् अथवा बहूनां पदानां मध्ये अपि मेलनं कर्तुं शक्यते. पदद्वयस्य अथवा बहवः पदस्य मध्ये किमपि सम्बन्धं यदि भवति तर्हि समासस्य उपयोगं कर्तुं समासस्य सामर्थ्यमिति वा सामर्थ्यम् एकार्थीभावसामर्थ्यम् एकार्थीभावं यदि सम्बन्धः नास्ति तत्समये समासं कृत्वा समासं न करणीयः. सत्यं सत्यं. तर्हि अत्र समासः इत्युक्ते अनेकस्य पदस्य एकपदीभवनम् इति उक्तं. तर्हि अनेकस्य पदस्य इति उक्तं सामान्यतया द्वयोः द्वयोः पदयोः एव समासः भवति. सामान्यतया तत्र अव्ययीभावसमासः नो चेत् तत्पुरुषसमासः पदद्वयं स्वीकृत्य समासः क्रियते. परन्तु बहुव्रीहि समासे अथवा द्वन्द्वसमासे बहूनां पदानामपि समासः भवति. कथं भवति इति अग्रे पश्यामः. परन्तु अत्र किं स्मर्तव्यम् अधुना इति चेत् सामान्यतया द्वयोः द्वयोः पदयोः एव समासः भवति. परन्तु कुत्रचित् बहूनां पदानाम् अपि समासः भवति. कुत्र इति अग्रे ज्ञास्यामः. तर्हि अत्र समासः कदा भवति? यदि पदद्वयं वर्तते अत्र वाक्यस्तरे पदद्वयं वर्तते तर्हि तयोः मध्ये समासः भवति वा इति प्रश्ने सति तत्र तयोः मध्ये समासः तदा एव भवति यदा पदयोः मध्ये सम्बन्धः अस्ति. इत्युक्ते पदानां मध्ये सामर्थ्यं तादृशसामर्थ्यम् इति तयोः मेलनेन एकार्थस्य बोधः भवति. इत्युक्ते यदा अत्र सीतापतिः इति वदामि चेत् सीता इति भिन्नं पदं पति इति भिन्नं पदं परन्तु तयोः मेलनेन एकार्थस्य बोधः भवति. सीतापतिः इति बोधः भवति. अत्र सीतापतिः इत्यनेन अत्र एकः पुरुषः सङ्केतितः अस्ति. सः पुरुषः सीतायाः पतिः अस्ति इति तादृशज्ञानं जायते तत् तस्मिन् पदे सीतापतिः इति पदे. अतः सीतापतिः गच्छति इति वदामि चेत् वयं जानीमः तत्र एकः पुरुषः गच्छति यः सीतायाः पतिः अस्ति इति जानीमः इति तादृशबोधः जायते. तर्हि सीतापतिः इति समस्तपदे एकार्थीभावः अस्ति. एकार्थीभावसामर्थ्यम् अस्ति. तादृशसामर्थ्यम् अस्ति इत्यनेन एव अत्र अर्थबोधः जायते. नो चेत् न. यदि अत्र यदि सामर्थ्यम् इत्युक्ते तत्र केपबिलिटि अस्ति पदयोः मध्ये तादृश केपबिलिटि अस्ति तदा एव तत्र सम्बन्धः अस्ति तदा एव समासः भवति. यदि सम्बन्धः नास्ति तत्र समासः न भवति इति तत्र अग्रे उदाहरणमस्ति पश्यामः. परन्तु पदयोः मध्ये सम्बन्धः अस्ति चेत् एव इदानीं उदाहरणे सीतायाः पति दृश्यमान सीतायाः पति इति उदाहरण रामस्य पत्नी इति समासः भवितुम् अर्हति. रामस्य पत्नी इति अपि समासः भवितुम् अर्हति तत्र. यदि अत्र सीतायाः पतिः अपि च लतायाः पतिः इति सर्वत्र समासः भवति. यत्र सुबन्तपदम् अस्ति पदद्वयोमध्ये सम्बन्धः अस्ति चेत् समासः भवति. कृष्णस्य पत्नी इति कृष्णपत्नी इति समासः भवति. कृष्णपत्नी कः इति तादृशसमासः भवति. कृष्णपत्नी कः. धन्यवादः. अपि च कृष्णस्य पत्नी इति अस्ति चेत् कृष्णपत् इत्युक्ते तत्र कृष्णस्य पत्नी इति तत्र महिलायाः विषयः अस्ति अतः कृष्णपत्नी इति समासः अपि भवति. इत्युक्ते तत्र सारांशः कः इति चेत् पदद्वयोः मध्ये सम्बन्धः अस्ति चेदेव सामर्थ्यं भवति समासे. तयोः मध्ये सम्बन्धः नास्ति चेत् समासः न भवितुम् अर्हति. इदानीम् अत्र चोरस्य पुत्रः धावति इति वदामि. तदनन्तरं राज्ञः पुरुषः गच्छति, राज्ञः पुरुषः गच्छति इति वदामि, चोरस्य पुत्रः धावति, तर्हि अत्र राज्ञः पुत्रः राजपुत्रः इति समासः भवति वा इति चेत् तत्र वाक्यद्वयम् अस्ति तयोः मध्ये, न कोऽपि सम्बन्धः, अतः अत्र राजपुरुषः राजपुत्रः इति समासः न भवितुमर्हति. इत्युक्ते तत्र वाक्ये पदानां सम्बन्धः अस्ति चेत् एव समासः भवति, नो चेत् समासः न भवति इति अत्र विषयः अस्ति. अवगतम्? समासः नाम कः इति अवगतं खलु? आम्. हा अस्तु भगिनी, कृपया पुनः एकवारं द्वितीय उदाहरणे. हा, द्वितीय उदाहरणे एकस्मिन् वाक्ये एव अत्र चोरस्य पुत्रः धावति, राज्ञः पुरुषः अनुधावति इति वदामि. चोरस्य पुत्रः धावति इत्युक्ते चौर्यं कृत्वा धावति, राज्ञः पुरुषः अनुगच्छति अनुधावति इति वदामि चेत् अत्र चोरस्य पुत्रः तयोः मध्ये सम्बन्धः अस्ति, राज्ञः पुरुषः अनुधावति इति अस्ति. इदानीम् अत्र अत्र राज्ञः इति अस्ति, तत्र राज इति स्वीकृत्य तस्मात्, अपि च पुत्रः चोरस्य पुत्रः इत्यस्मात् पुत्र इति स्वीकृत्य तस्मिन् वाक्ये राजपुत्रः इति समासः न भवति, अथवा पुरुष अथवा अत्र अन्यत् अथवा चोरस्य अथवा चोरपुरुष एवम् एवम् उदाहरणं भवति. तत्र महाराजस्य दर्शनं भवति, पुत्रः चोरस्य धावति. इदानीं महाराजस्य पुत्रः अनयोः मध्ये सम्बन्धो नास्ति. हा हा, तथापि वक्तुं शक्यते. मम वाक्ये अपि तत्र सम्बन्धः नास्ति, सम्बन्धः अस्ति चेत् एव समासः भवति इति एव दर्शयितुम् इच्छामि अत्र. इत्युक्ते एकस्मिन् वाक्ये पदयोः मध्ये सम्बन्धः अस्ति चेत् एव समासः भवति. अत्र करपत्रे एव अग्रे उदाहरणमस्ति, पश्यामः. परन्तु तदेव अत्र मूलविषयः अस्ति, सम्बन्धः अस्ति चेत् एव समासः भवति, सम्बन्धः नास्ति चेत् समासः न भवति. तदर्थमेव अत्र वदामः, अत्र ऐकपद्यम् ऐकस्वर्यं च समासस्य लक्षणम् इत्युक्ते पदयोः मेलनेन एकपदं भवति, तत्र ऐकपद्यम् अपि च ऐकस्वर्यम्. ऐकस्वर्यम् इति अत्र अधुना स्वरस्य चिन्तनम् अधिकं नास्ति, परन्तु पूर्वतनकाले तत्र प्रत्येकं पदस्य स्वरः भवति, उच्चारणस्वरः, उच्चारणार्थं स्वरः भवन्ति, कथम् उच्चारणीयम् इति. तदर्थं तत्र पदयोः मेलनार्थं तत्र ऐकस्वर्यं भवति, तदर्थं नियमाः सन्ति. परन्तु इदानीम् अस्माकं विषयः स्वरस्य चिन्तनम् अधिकं नास्ति इति कृत्वा तत्र केवलम् अत्र उक्तमस्ति, ऐकपद्यम् ऐकस्वर्यं च समासस्य लक्षणम् इति. तदपि समासः एव भगिनि, ऐकपद्यम् ऐकस्वर्यम्? ऐकपद्यम् ऐकस्वर्यं तत् सन्धि, सन्धि ऐकपर्य पद्यं च तत्र तथापि वक्तुं शक्यते, ऐकपद्यं च ऐकस्वर्यं च. तदपि वक्तुं शक्यते. अस्तु, तर्हि अग्रे अत्र अनन्तकृष्णमहोदय पठति किम्? अस्ति वा महोदय? स्टार् सिक्स् नोदयतु महोदय. इदानीं श्रूयते. तत्र समासः इति तस्मात् आरभ्य, समासः इति पदस्य विग्रहवाक्यम् अस्ति समसनम् इति समासः. सम् असु क्षेपणे इति धातुतः गैञ्ज् इति प्रत्ययं योजयित्वा समासः इति पदं निष्पन्नं भवति. सौ असु क्षेपणे इति धातुतः ल्युट् इति प्रत्ययं योजयित्वा समसनम् इति पदं निष्पन्नं भवति. अत्र समासः समसनम् इति पदद्वयस्य तत्र कथं निष्पन्नं भवति इति इति दत्तमस्ति व्याकरणरीत्या. सम् धातुतः क्षम्यतां, सम् इति उपसर्गपूर्वक असु धातुतः तत्र क्षेप गैञ् इति प्रत्ययं योजयित्वा तत्र समासः इति पदत्वेन शब्दः भवति. अनन्तरं तेन एव धातुना असु इति इति धातुना सह ल्युट् प्रत्ययं योजयित्वा समसनम् इति पदस्य निष्पन्नं भवति इति दर्शितमस्ति. पदस्य समसः इति समासः इति पदं तस्य विग्रहवाक्यं समसनम् इति भवति वा समसनम् इति समासः समसनम् इति अग्रे महोदय. सुबन्तानामेव समासः भवति, वेदेषु तिङन्तानामपि समासः भवति, परन्तु लोके सामान्यतया सुबन्तानामेव समासः भवति. समासः युगपत् द्वयोः सुबन्धयोः भवति. द्वन्द्वसमासे बहुव्रीहिसमासे च युगपत् बहूनां पदानाम् अपि समासः भवति. परस्परान्वितयोः सुबन्धयोः एव समासः भवति. समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदम्, उत्तरस्य श्रूयमाणं पदम् उत्तरपदम् इति च व्यवह्रियते. समासे जाते पूर्वपदम् उत्तरपदं च प्रातिपदिकरूपेण स्थितं भवति. ततः समस्तात् पदात् विभक्तिः योजनीया. समासप्रक्रिया अग्रे प्रदर्श्यते. तत्र एवं दर्शितमस्ति, भगिनी यथा उक्तवती, सुबन्तानामेव समासः भवति, न तु तिङन्तानाम् इति. परन्तु वेदेषु कदाचित् क्वचित् तिङन्तानामपि समासः श्रूयते. पूर्वम् अनेकस्य पदस्य इति आसीत्, द्वयोः पदयोः समासः भवति इति दर्शयितुं तत्र एकस्य पदस्य इति दर्शितमिति अहं मन्ये. तत्र कदाचित् द्वन्द्वसमासे बहुव्रीहिसमासः इति समासस्य भेदद्वयं वर्तते, तत्र बहूनां पदानामपि समासः भवति इति अस्ति. समासे उदाहरणार्थं सीतापतिः इति अस्माभिः श्रुतम्. सीता इति एकं पदम् अस्ति, पतिः इति अन्यत् पदमस्ति. तत्र सीता इति पूर्वपदं भवति, पतिः इति उत्तरपदं भवति, द्वयोः समासः इति. यदा समासः भवति तदानीं तत्र पदानां विभक्तिः निष्कास्यते. अनन्तरं प्रातिपदिकरूपेणैव सीतापति इति इति प्रातिपदिकं भवति समस्तपदस्य. ततः विभक्तिः विभक्तीनां प्रत्ययानां योजनेन समस्तपदं भवति इति सारांशः. समीचीनं महोदय, समीचीनं. तदेव अत्र सारांशः, अत्र बेसिक् नियमः सन्ति. अत्र सुबन्तानामेव समासः भवति इति अत्र बेसिक् नियमः अस्ति. अपि च सामान्यतया द्वयोः पदयोः एव समासः भवति, परन्तु कुत्रचित् बहूनां पदानामपि समासः भवति. कुत्र इति अग्रे पश्यामः. अस्तु, अग्रे महोदय पठतु. समासे सर्वदा अर्थस्य प्राधान्यमस्ति. समासस्य अर्थं बोधयितुं विग्रहवाक्यम् उच्यते. समासस्य अर्थम् अवलम्ब्य एव विग्रहवाक्यं वक्तव्यम्. अर्थस्य ज्ञानं विना समासं वक्तुं न शक्यते. सर्वदा प्रसङ्गम् अवलम्ब्य विग्रहः वक्तव्यः. तर्हि समासाध्ययने अस्माकं प्रथमं कार्यमस्ति समासस्य अर्थावगमनम्. अर्थं ज्ञात्वा समाससूत्राणां साहाय्येन सुलभतया विग्रहवाक्यं कथं भवति, समासः कः इति ज्ञातुं शक्नुमः. पूर्वं कश्चन महोदयः पृष्टवान् सन्धिः समासः तयोः भेदः कः इति. तत्र अस्माभिः अवगन्तुं शक्यते सन्धिः इति वर्णविषयः, समासः इति पदव्यवहारः इति अवगमनं भवति. तत्र समासस्य समस्तपदम् इति पश्यामः चेत् झटिति एषः समासः एवं भवति इति वक्तुं अशक्यं. प्रथमम् अर्थम् अवगन्तव्यं भवति, अर्थः अवगन्तव्यः, समस्तपदस्य अर्थः अवगन्तव्यः. अर्थम् अवगम्य व्याकरणरीत्या कीदृशसमासः, कथं पदयोः योजनं भवति, कथं समसनं भवति इति अस्माभिः अनन्तरं वक्तुं शक्यते इति सारांशः. समीचीनं महोदय, सम्यक् अस्ति. इत्युक्ते तत्र समासे अर्थस्य एव प्राधान्यम् अस्ति. अत्र समास अत्र विग्रहवाक्यं पदद्वयम् अस्ति विग्रहवाक्यम् अस्ति चेत् तत्र अर्थः कः इति ज्ञात्वा एव समासः भवति. यदि समासः पुरतः अस्ति चेत् तत्र समासस्य वाक्यस्तरे समासस्य सन्दर्भे तत्र सन्दर्भे वाक्यस्य अथवा पदस्य अर्थः कः पदयोः मध्ये कः सम्बन्धः अस्ति तत्सर्वं दृष्ट्वा एव अर्थः कः इति बुध्यते. तत्र अर्थस्य अवगमनानन्तरमेव समासस्य विग्रहः कथं भवति इति वयं विग्रहवाक्यं कथं भवति इति वयं ज्ञातुं शक्नुमः. अतः सर्वदा समासस्य विषये यदा चिन्तनं कुर्मः तत्र अर्थः कः समस्तपदस्य अर्थः कः इति ज्ञात्वा एव विग्रहचिन्तनं भवति. अपि च तत्र समाससूत्राणि सन्ति सूत्राणां सहायेन तत्र नियमाः के इति एतादृशं पदमस्ति चेत् तत्र पञ्चमीतत्पुरुषः भवति वा एतादृशपदमस्ति चेत् षष्ठीतत्पुरुषः भवति वा एतादृशपदमस्ति चेत् अव्ययीभावः भवति वा इति तत्र सर्वाणि सूत्राणि तत्र ज्ञात्वा वयं ज्ञातुं शक्नुमः अत्र कीदृशसमासः अस्ति इति वक्तुं शक्यते. अपि च विग्रहवाक्यमपि वक्तुं शक्नुमः. अस्तु अस्तु महोदय, धन्यवादः. भगिनि एकः प्रश्नः, अत्र समासस्य अर्थम् अवलम्ब्य एव विग्रहवाक्यं भवति, तर्हि तत्र प्रसङ्ग अपि च सन्दर्भ अवलम्ब्य विग्रहवाक्यं वक्तव्यं, तर्हि एकस्मिन्नेव समस्तपदे विभिन्न अर्थः भवन्ति वा? सत्यं, यत्र वयं गीताप्रवेशपुस्तके अपि दृष्टवन्तः लोकनाथः इति एकः भिक्षुकः वदति, ओके, सः वदति एक राजानं प्रति वदति अहमपि लोकनाथः भवानपि लोकनाथः इति. तर्हि तत्र लोकनाथः इति एकस्यैव पदस्य अर्थद्वयमस्ति, इत्युक्ते अहं लोकनाथः इत्युक्ते लोकः एव मम स्वामिः इति तादृश अर्थः अस्ति, अतः सः अपि लोकनाथः. तत्र राजा अपि लोकनाथः यतोहि सः राजा लोकस्य नाथः अस्ति, अतः तत्र षष्टीतत्पुरुषसमासः अस्ति. लोकः नाथः यस्य सः इति तत्र बहुव्रीहिसमासः अस्ति, तर्हि एकमेव पदं सन्दर्भानुसारं तस्य अर्थः भिद्यते. अतः सन्दर्भं दृष्ट्वा तत्र कः विवक्षा अस्ति तत्सर्वं दृष्ट्वा एव अर्थं दृष्ट्वा वयं ज्ञातुं शक्नुमः. इदमुदाहरणं बहु समीचीनमस्ति, लोकनाथः इति उदाहरणम्. एतद् उदाहरणं स्मरामः चेत् तत्र सर्वत्र वयं ज्ञातुं शक्नुमः, अत्र सन्दर्भानुसारम् एव अर्थबोधः भवति, विग्रहवाक्यं करणीयम् इति. अस्तु अस्तु, भवान् एव अग्रे पठतु. विग्रहवाक्यं नाम किं? वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति उच्यते. समासे अर्थं बोधयितुं यद्वाक्यम् उच्यते तद्वाक्यं विग्रहः इति व्यवह्रियते. विग्रहः द्विविधा भवति, लौकैकीविग्रहः अलौकिकविग्रहः चेति. लौकिक येन लौकिक अत्र मुद्रणदोषः अस्ति, लौकिक लौकिकविग्रहः अलौकिकविग्रहः इत्येति. येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद्वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते. यथा सीतापतिः इति समासे सीतायाः पतिः इति लौकिकविग्रहवाक्यम् अस्ति. लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिकविग्रहवाक्यम् इति कथयामः. सीतायोगः नस् योगः पतियोगः सु इति अलौकिकविग्रहवाक्यम्. अलौकिकविग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते, न तु लोके. लोके अलौकिकविग्रहवाक्यस्य अर्थबोधः न जायते, व्याकरणे एव अलौकिकविग्रहवाक्यस्य प्रयोगः क्रियते. अस्तु, अत्र विग्रहवाक्यम् इति किं, तस्य विवरणम् अत्र दत्तमस्ति अस्मिन् परिच्छेदे. अर्थावबोधकं वाक्यं यत् अस्ति तदेव विग्रहवाक्यम् इति उच्यते. विग्रहवाक्यम् इति व्यवहारे पश्यामः चेत् तत् वाक्येन वयं समासस्य अर्थः ज्ञातुं शक्नुमः. विग्रहः द्विविधा भवति, प्रकारद्वयम्, एकं तु लौकिकविग्रहः, द्वितीयं तु अलौकिकविग्रहः. यदि लौकिकविग्रहवाक्यम् इति वयं वदामः तर्हि वयं सामान्यतया समस्तपदस्य अर्थः अवगन्तुं शक्नुमः. उदाहरणे सीतापतिः इति समस्तपदमस्ति, तस्य विग्रहवाक्यं यदि सीतायाः पति इति वदामः चेत् तत् वाक्यं लौकिकविग्रहवाक्यमस्ति. लौकिकविग्रहवाक्यम् इत्युक्ते सामान्यलोके सर्वे जनाः तत् वाक्यस्य अवगमनं कर्तुं शक्नुमः. परन्तु यदि लोके यत् जनाः सामान्यतया पदानां वदन्ति ते यदि तस्य अभावः अस्ति चेत् तत् विग्रहवाक्यम् इति अलौकिकविग्रहवाक्यम् इति भवति. अत्र सीतापतिः इति एव उदाहरणे सीतायोगः नस्योगः पतियोगः सु इति यदि विग्रहवाक्यं वदामः चेत् तत् विग्रहवाक्यम् अलौकिकविग्रहवाक्यं भवति. किमर्थमित्युक्ते तत्र नस्योगः पतियोगः सु इति सीता इति पदे यदि योजयामः ते सर्वे पदाः सामान्यतया लोके व्यवहारे वयं न वदामः. अतः अलौकिकविग्रहवाक्यम् इति समासप्रक्रियायाम् एव वयं करणीयं. सामान्यतया वयं तस्य उपयोगं न कुर्मः. सम्यक् न श्रूयते. मम कृते श्रूयते खलु? अनेषां कृते कथमस्ति? एवं वा, मम कृते न श्रूयते, मध्ये मध्ये स्थगितं भवति. मध्ये मध्ये उच्चैः वदतु भगिनि, उच्चैः वदतु महोदय. अस्तु अस्तु. तर्हि सीतायोगः नस्योगः पतियोगः सु इति यदि वयं विग्रहवाक्यं वदामः चेत् तत्र यत् वयं णस् अपि च सु इत्यस्य उपयोगं कुर्मः चेत् ते सर्वे वयं सामान्यतया व्यवहारे न वदामः. अतः तत् वाक्यं लौकिकविग्रहवाक्यं भवति. अत्र समासप्रक्रिया कथं भवति इति यदि वयं ज्ञातुम् इच्छामः चेत् तदेव प्रसङ्गे अलौकिकविग्रहवाक्यस्य प्रयोगं वयं कुर्मः, न तु सामान्यव्यवहारे. अतः किमर्थमित्युक्ते यदि सामान्यलोके अलौकिकविग्रहवाक्यस्य उपयोगं कुर्मः चेत् वयं समस्तपदस्य अर्थबोधः न कर्तुं शक्नुमः. अतः व्याकरणे एव अलौकिकविग्रहवाक्यस्य प्रयोगः भवति, न तु व्यवहारे इति. अत्र विग्रहवाक्यस्य विविधः प्रकारः अस्ति, तस्य विवरणम् अत्र दत्तमस्ति. समीचीनं समीचीनम्. इत्युक्ते अत्र वृत्त्यर्थ अर्थबोधकवाक्यम् इति अस्ति. इत्युक्ते अत्र वृत्तिः नाम का इति प्रश्नः उदेति. वृत्तिः इत्युक्ते अत्र एकं कार्यम् अस्ति व्याकरणे. व्याकरणे पञ्चवृत्तयः सन्ति, यथा कृद्वृत्तिः, तद्धितवृत्तिः, समासवृत्तिः, एकशेषवृत्तिः, अपि च सनाद्यन्ता धातवः इति वृत्तिः. अधुना अस्माकं विषयः अस्ति समासः इति वृत्तिः अस्ति. समासः यत्र यत्र वृत्तिः अस्ति तत्र विग्रहवाक्यं भवति अर्थबोधनार्थं. यदा यथा अत्र कृद्वृत्तिः इति वदामः चेत् पच् धातुतः यदा नूल् प्रत्ययं योजयामः चेत् तत्र पाचकः इति रूपं निष्पन्नं भवति. पाचकः, पाचकः इत्युक्ते यः पाकं करोति सः पाचकः. तर्हि तत्र पाचकः इति वदामः चेत् तस्य विग्रहं विग्रहवाक्यं भवति यः पाकं करोति, पाकं करोति इति विग्रहवाक्यमस्ति. तर्हि पाचकः इति पदस्य अर्थावगमनार्थं विग्रहवाक्यम् उच्यते. एवमेव समस्तपदस्य अर्थावगमनार्थं विग्रहवाक्यम् उच्यते. तर्हि विग्रहवाक्यं द्विविधम् अस्ति, लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यम् इति. लौकिकविग्रहवाक्यं यथा सामान्यतया तत्र सीतापतिः इति समस्तपदम् अस्ति चेत् सीतायाः पतिः इति विग्रहवाक्यं लौकिकविग्रहवाक्यं. तेन वयं सुलभतया अर्थावगमनम् अर्थम् अवगन्तुं शक्नुमः. परन्तु अलौकिकविग्रहवाक्यमपि एकमस्ति, तदेव शास्त्रीयविग्रहवाक्यम्. अलौकिकविग्रहवाक्यम् इत्युक्ते तस्य प्रयोगः व्याकरणे एव भवति. इत्युक्ते अत्र सीतायोगः नस् योगः पतियोगः सु, अत्र नस् इत्युक्ते किं, सु इत्युक्ते किम् इति चेत् तत्र नस् इति प्रत्ययः अस्ति, षष्टिविभक्त्यन्तप्रत्ययः अस्ति नस् इति प्रत्ययः. अत्र एकविंशति सुप्रत्ययः, सन्ति, अग्रे करपत्रे एव प्रत्ययानां विषये विवरणं दत्तमस्ति। तर्हि एकविंशतिसुप्रत्ययाः सन्ति, तेषु अत्र नस् इति षष्टि एकवचने प्रत्ययः अस्ति, अपि च सु इति प्रत्ययः प्रथमविभक्तौ एकवचने अस्ति। तर्हि समासप्रक्रियाकाले सीतायोगः नस् योगः पतियोगः सु इति एव स्वीकृत्य प्रक्रिया भवति, तदर्थं तत्र अलौकिकविग्रहवाक्यम् उच्यते। यदि अहं लोके सीतायोगः नस् योगः पतियोगः सु इति वदामि चेत् कोऽपि न अवगच्छति, अतः एव अलौकिकविग्रहम् इति उच्यते। परन्तु लोके यदि अत्र वयम् अर्थबोधं कर्तुमिच्छामः तत्र सीतायाः पतिः इति लौकिकविग्रहवाक्यमस्ति, तावदेव तत्र। अस्तु अग्रे अत्र सीमा भगिनी पठति किम्? आं भगिनि, विग्रह स्वपदविग्रह अस्वपदविग्रह इति द्विधा विभज्यते। स्वपदविग्रह नाम समासस्य अर्थः समासघटकैः पदैः वर्ण्यते तदा स्वपदविग्रह इति उच्यते। समासघटकपदसहितं वाक्यं स्वपदविग्रह इत्यर्थः, यथा ग्रामगतः इति समासः, ग्रामं गतः इति स्वपदविग्रह। अस्वपदविग्रह नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदि वर्ण्यते तदा अस्वपदविग्रह इति उच्यते। समासघटकपदरहितं वाक्यम् अस्वपदविग्रह इति उच्यते, यथा उपकृष्णम् इति अव्ययीभावसमासः, कृष्णस्य समीपम् इति अस्वपदविग्रहः। अत्र समीपम् इति पदं समासघटकं पदं नास्ति, एतादृशविग्रहः अस्वपदविग्रह इति उच्यते। सम्प्रति तावत्पर्यन्तं तावत् वदतु भगिनि। अस्तु, अत्र विग्रहः अपि विग्रहस्य अपि प्रकारद्वयमस्ति, एकं तु स्वपदविग्रहः अस्ति, अपरं तु अस्वपदविग्रहः अस्ति। स्वपदविग्रहः इत्यस्य अर्थः अस्ति यैः पदैः यानि पदानि समासे सन्ति तैः विग्रहस्य विग्रहवाक्यस्य वर्णनं भवति, तदानीं सः विग्रहवाक्यः स्वपदविग्रह इति उच्यते। अत्र दत्तमस्ति ग्रामं गतः इति स्वपदविग्रहः, यतोहि समास क्षमतां ग्रामगतः यदि यदि समस्तपदम् अस्ति तर्हि तस्य विग्रहवाक्यं भवति ग्रामं गतः। सः विग्रहवाक्य स्वपदविग्रह इति उच्यते, यतोहि ग्रामं ग्राम इति पदं समासे अस्ति, अपि गतः अपि समासे अस्ति। अस्वपदविग्रह इत्यर्थः अस्ति यानि पदानि समासे सन्ति तानि विहाय अन्यैः पदैः समास वाक्यं वण्यते तदा अस्वपदविग्रह इति उच्यते, यथा उपकृष्णम् इति अव्ययीभावसमासः अस्ति। अत्र कृष्णस्य समीपम् इति विग्रहवाक्यः भवति, अत्र समीपं पदं समासे नास्ति, अतः कृष्णस्य समीपम् अस्वपदविग्रह इति उच्यते। तावदेव भगिनि। सत्यं सत्यं, समीचीनं भगिनि। इत्युक्ते अत्र पुनः तत्र एकं तत्र लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यम् इति एकम् अस्ति, परन्तु तत्र शास्त्रे यदा शास्त्रे वयं समासप्रकरणस्य अध्ययनं कुर्मः तत्र स्वपदविग्रह अस्वपदविग्रह इति पुनः विग्रहवाक्यस्य विभजनं भवति। स्वपदविग्रह इत्युक्ते स्वपद स्वस्य पद इत्युक्ते समासे यानि पदानि सन्ति तेषां प्रयोगः यत्र विग्रहवाक्ये एव भवति, साक्षात् तेषां प्रयोगः भवति, तत्र स्वपदविग्रहः इति उच्यते। यथा सीतापतिः इति पदद्वयं वर्तते, सीतापति सीतायाः पतिः इति विग्रहवाक्यं भवति, सीतापति इति समासस्य सीतायाः पतिः इति विग्रहवाक्यं भवति। तर्हि सीतापति इति पदद्वयं तयोः एव प्रयोगः अस्ति विग्रहवाक्ये, सीतायाः पतिः इति तादृशविग्रहवाक्यं स्वपदविग्रहः इति उच्यते। परन्तु यत्र इदानीम् अन्यत् उदाहरणमस्ति, उपकृष्णम् इति अव्ययीभावसमासः अस्ति, तत्र कृष्णस्य समीपम् इति विग्रहवाक्यम् अस्ति। यतोहि कृष्ण उप अथवा कृष्णस्य उप इति यदि वदामि चेत्, कृष्णस्य उप इति वदामि चेत् अर्थबोधः न भवति, यतोहि तादृशप्रयोगः नास्ति लोके, तादृशव्यवहारः नास्ति। अतः कृष्णस्य उप इति वदामि चेत् तत्र स्वपदविग्रहः भवितुमर्हति, परन्तु अर्थबोधः न जायते। तदर्थम् अत्र अस्वपदविग्रहः इत्यस्य प्रयोगः। तर्हि तत्र उप इति अव्ययं समीपार्थं बोधयति, समीपार्थे उप इति अव्ययस्य प्रयोगः, अतः उप इति अव्ययस्य स्थाने समीपम् इति स्थापयामि, तर्हि कृष्णस्य समीपम् इति अस्वपदविग्रहः। तर्हि अस्वपदविग्रहवाक्ये समासे यानि पदानि सन्ति तेषां सर्वेषां प्रयोगः विग्रहवाक्ये न भवति, न भवति, तदा तत्र अस्वपदविग्रहः इति उच्यते, वदामः। भगिनी एकः प्रश्नः अस्ति भगिनि, अत्र यदा बहुव्रीहिसमासस्य प्रयोगः कुर्मश्चेत् तत्र समासे ये पद यानि पदानि सन्ति तेषाम् उपयोगः अपि कुर्मः, अपि च अन्यानि पदा अन्यानां पदानामपि उपयोगं कुर्मः, तर्हि अस्वपदविग्रहः भवति वा स्वपदविग्रहः एव भवति? तत्रापि स्वपदविग्रहः एव, यतोहि तत्र पीताम्बरः इति वदामः चेत् पीतम् अम्बरं यस्य सः इति, तत्र पीताम्बरः पीतम् अम्बरम् इति पदद्वयं तयोः प्रयोगः अस्ति खलु विग्रहवाक्ये, पीतम् अम्बरम् इति अस्ति, तर्हि यस्य सः इति पदद्वयं वयं योजयामः, तादृशशैली अस्ति अर्थावगमनार्थं, परन्तु तदपि स्वपदविग्रहः एव। अस्तु, अत्र प्रश्नः भवितुम् अर्हति किमर्थम् एतादृशविभजनम् एतादृश अवगमनस्य कावश्यकता इति प्रश्नः, किमर्थं स्वपदविग्रहः अस्वपदविग्रहः इति। तर्हि अग्रे द्रष्टुं शक्नुमः, यत्र अस्वपदविग्रहवाक्यं भवति तत्र समासः नित्यः, समासः करणीयः एव इति अग्रे द्रष्टुं शक्नुमः। नो चेत् सामान्यतया समासः विकल्पेन भवति, समासः सामान्यतया वैकल्पिकः समासः, इत्युक्ते अस्माकं विवक्षा अस्ति, वयं समस्तपदस्य प्रयोगमपि कर्तुं शक्नुमः, हस्तप्रयोगस्य प्रयोगमपि कर्तुं शक्नुमः, परन्तु यत्र समासः नित्यः अस्ति तत्र समासः करणीयः एव, यतोहि तत्र अस्वपदविग्रहः अस्ति चेत् अपि समासः करणीयः, कुत्रचित् विग्रहवाक्यमेव भवितुं न अर्हति, विग्रहवाक्येन अर्थबोधः न जायते, तस्मिन् सन्दर्भे अपि नित्यसमासः इति उच्यते। तत् कथम् इति अग्रे पश्यामः, अधुना ततः पूर्वम् अत्र अष्टाध्याय्याः विवरणं पश्यामः। अष्टाध्याय्याम् अस्माकं समासप्रकरणस्य अध्ययनार्थं किं किं पठनीयं तत्र तद् अधुना पश्यामः। तर्हि अत्र राजेन्द्रमहोदय पठति वा? क्षम्यतां भगिनि, एकः अन्य प्रश्नः अस्ति, अत्र उपकृष्णम् इत्यस्य अलौकिकविग्रहवाक्यं भवितुम् अर्हति वा? उपकृष्णम् इत्यस्य अलौकिकविग्रहवाक्यमेव कृष्णस्य समीपम् अस्वपदविग्रहः, लौकिकविग्रहः अस्ति, हा लौकिक कृष्णस्य समीपम् इति लौकिकविग्रहवाक्यम् अस्वपदविग्रहः अपि। प्रश्नः कः? उपकृष्णम् इत्यस्य अलौकिकविग्रहवाक्यं भवितुम् अर्हति वा? हा हा हा, सर्वेषां पदानाम् अलौकिकविग्रहवाक्यम् अस्ति एव, समासप्रक्रिया भवति खलु, व्याकरणे तत्र पदस्य निर्माणं कथं कुर्मः, तत्र तदर्थं सर्वेषां समस्तपदानां अलौकिकविग्रहवाक्यम् अस्ति एव। भगिनी समासे किं का अस्ति नित्यसमासस्य कृते किञ्चित् अधिकं वक्तुं शक्यते वा कृपया? अग्रे आयास्यति तदानीं पठामः, अग्रे अस्मिन्नेव करपत्रे आयास्यति, अपि च तत्र किञ्चिदेव वयं पश्यामः, अग्रे तत्र यदा सन्दर्भः भवति तत्र तस्मिन् सन्दर्भे वयं पश्यामः नित्यसमासः नाम कः इति, परन्तु सामान्यतया समासः विकल्पेन भवति इति अवगच्छन्तु. नमस्ते भगिनि. वेर् वि आर् फ्रोम् द करपत्र यत् मया प्रेषितमासीत् मम ई पत्रे करपत्रमस्ति तत्र समासपरिचयः इति लिङ्क् अस्ति तत्र पश्यतु. लक्ष्मीभगिनी इमेल् न न मम ईमेल् विद्याभगिनी अहं ऐ डिडन्ट् गेट् इट्. भवत्याः नाम का? शीतल् कृष्णलाड् शीतल् शीतल् भगिनी तत्र मया ह्यः एव प्रेषितं भगिनि. भवत्याः ईमेल् अस्ति वा? श्रीविद्याभगिनी हा श्रीविद्याभगिनी हा अस्तु धन्यवादः. अस्तु अस्तु राजेन्द्रमहोदय पठति किम्? राजेन्द्रमहोदय मयापि न प्राप्तं करपत्रम्. श्रीविद्या इति ईमेल् अस्ति पश्यतु भगिनि. ईमेल् न प्राप्तं वा? अहमपि न प्राप्तवती. उमामहेश्वरी न जाने भवत्याः ईमेल् रजिस्टर्ड् अस्ति खलु? स्वरूप् महोदय रजिस्टर् कृतवान् खलु? आं मम तु रजिस्टर् कृतवान्. हा कृतवान् चेत् तत्र भवती एव पश्य ईमेल् मध्ये पश्यतु, नो चेत् अनन्तरं कृपया माम् ईमेल् प्रेषयतु. चाट् मध्ये लिङ्क् अस्ति. हा हा चाट् मध्ये लिङ्क् अस्ति पश्यतु. सत्यं धन्यवादः महोदय. चाट् मध्ये पश्य द्रष्टुं शक्नोति लिङ्क् अस्ति तत्र. सत्यं समीचीनं धन्यवादः. अस्तु राजेन्द्रमहोदय अस्ति किम्? अस्तु अस्तु तर्हि वंशी भगिनी पठतु. भगिनि श्रूयते वा इदानीं? हा श्रूयते महोदय. कार्तिक् महोदय अस्मि अस्मि अत्र प्रायशः मम दूरवाणी म्यूट् आसीत्. आहा अहमेव सर्वान् म्यूट् मध्ये स्थापितवान्. वंशी भगिनि अनन्तरं पठतु भगिनि, अनन्तरं पठतु भगिनि. अत्र राजेन्द्रमहोदय पठन् अस्ति. कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. सोरि सोरि माससम्बन्ध भगिनि. हा श्रूयते महोदय पठतु. समाससम्बद्धसूत्राणि समाससम्बद्धसूत्राणि द्वितीय अध्याये प्रथमपादे प्रथमसूत्रात् द्वितीय अध्याये द्वितीयपादे अष्टत्रिंशत् सूत्रात् सूत्रपर्यन्तम् अष्टाध्याय्यां द्वितीय अध्याये समासविधायकसूत्राणि सन्ति. समासवचननिर्णयसम्बद्धसूत्राणि तत्र अत्र समासस्य वचनस्य निर्णयः क्रियते. द्वितीय अध्यायस्य तृतीयपादे कारकसम्बद्धसूत्राणि सन्ति. एतस्मिन् विषये कारकप्रकरणे पठिष्यामः. समासलिङ्गनिर्णयसम्बद्धसूत्राणि अत्र समासस्य लिङ्गस्य निर्णयः क्रियते. उत्तरपद अधिकारः अस्मिन् अधिकारे कुत्र सुब्लुक् न भवति कुत्र. महोदय एकक्षणं महोदय महोदय एकक्षणं एकक्षणम् अत्र एकवारं प्रथमम् अत्र अत्र अष्टाध्याय्याम् एकवारं पश्यामः सूत्राणि समाससूत्राणि कुत्र सन्ति इति दृष्ट्वा तदनन्तरम् उत्तरपदाधिकारः इति पश्यामः. अत्र सर्वे कृपया तत्र अष्टाध्याय्याम् अत्र द्वितीय अध्याये प्रथमपादे द्वितीयाध्याये प्रथमपादे अत्र पेज् 46 षड् चत्वारिंशत्तमे पृष्ठे अत्र महोदय प्रथमं सूत्रं किं द्वितीयाध्याये प्रथमपादे? प्रथम सूत्रमस्ति भगिनि समर्थः पदविधिः समर्थपदविधिः अनन्तरं द्वितीयं सूत्रं द्वितीयं सूत्रमस्ति सुभा मन्त्रिते पराङ्ग पराङ्गवत् स्वरे शुभामन्त्रिते पराङ्गवत् स्वरे अस्तु अनन्तरं प्राक् प्राक् कडारात् समासः प्राक् कडारात् समासः सत्यं तर्हि अत्र द्वितीय अध्यायस्य प्रथमपादे तत्र प्रथमपादे यानि सूत्राणि सन्ति अत्र प्रथमपादे सर्वाणि सूत्राणि प्रथमपादे समाससम्बद्धसूत्राणि एव अपि च द्वितीयपादे अत्र द्वितीयपादे प्रथमं सूत्रं किम् अन्विहिते न न अत्र द्वितीयपादे द्वितीय अध्याये द्वितीयपादे पेज् 48 अष्टचत्वारिंशत्तमे पृष्ठे द्वितीयपादः पूर्वपरादरो उत्तर मेकदेशी नायिका अधिकरणे इति तत्र द्वितीय अध्यायस्य द्वितीयपादे अष्टत्रिंशत्तमं सूत्रपर्यन्तं समाससम्बद्धसूत्राणि सन्ति इत्युक्ते प्रथम द्वितीय अध्यायस्य प्रथमपादे सम्पूर्ण आपादपर्यन्तम् अपि च द्वितीयाध्यायस्य द्वितीयपादे प्रथमसूत्रात् आरभ्य अष्टत्रिंशत्तमं सूत्रपर्यन्तं समाससम्बद्धसूत्राणि सन्ति तर्हि अत्र पश्यामः चेत् अत्र समास द्वितीय अध्यायस्य प्रथमपादे प्रथमं तत्र प्रथमचत्वारि सूत्राणि समास अधिकारसूत्राणि समर्थपदविधिः शुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कडारात् समासः सह सुपा इति चत्वारि सूत्राणि अधिकारसूत्राणि सन्ति तदनन्तरं तत्र पञ्चमं सूत्रं पश्यति चेत् अव्ययीभावः इति अस्ति तस्मात् अव्ययीभावः इत्यस्य अधिकारः भवति तर्हि अव्ययीभावसमासः तत्र पञ्चमसूत्रात् आरभ्य अत्र एकविंशतितमं सूत्रपर्यन्तम् अव्ययीभावः इत्यस्य अधिकारः अस्ति तत्र षोडशसूत्राणि सन्ति इति मन्ये तत्र सर्वत्र अव्ययीभावः इत्यस्य अधिकारः अस्ति तत्र पञ्चमं सूत्रम् अव्ययीभावः इति सूत्रमस्ति तत्सूत्रमेव अधिकारसूत्रमस्ति तस्य अधिकारः एकविंशतितमं सूत्रपर्यन्तं तस्य अधिकारः अस्ति सर्वत्र प्रत्येकस्मिन् सूत्रे अव्ययीभावः अव्ययीभावः इति तत्र सर्वत्र अव्ययीभावसंज्ञा भवति अस्तु तस्य अनन्तरं पश्यामः चेत् अत्र द्वाविंशतितमं सूत्रमस्ति तत्पुरुषः इति तत्पुरुष अधिकारः इतः आरभ्यते तत्र तत्पुरुष अधिकारः द्वाविंशतितमं सूत्रात् आरभ्य अत्र पश्यामः चेत् तत्र द्वितीय अध्यायस्य द्वितीयपादे द्वाविंशतितमं सूत्रपर्यन्तं तत्पुरुषः इत्यस्य अधिकारः अस्ति अत्र बहूनि सूत्राणि सन्ति तत्पुरुष अधिकारे सर्वत्र तत्पुरुषः तत्पुरुषः तत्पुरुषः इति संज्ञा भवति तस्मिन्नेव अधिकारे तत्पुरुषः इति एव अधिकारे अत्र पृथक्तया पुनः कर्मधारयसमासः इति अपि संज्ञा भवति द्विगुसमासः इत्यपि संज्ञा भवति इत्युक्ते तत्पुरुषसमासस्य भेदाः प्रभेदाः सन्ति तत्र द्विगुसमासः कर्मधारयसमासः इति तादृशप्रभेदाः तस्मिन् नञ् समासः इति प्रभेदाः तस्मिन् वयं द्रष्टुं शक्नुमः परन्तु आदौ तत्र तत्पुरुषसंज्ञा अस्ति तत्पुरुषसमासस्य अन्ते एव पुनः पृथक् तत्र विशिष्टसंज्ञा पुनः विधीयते यथा कर्मधारयः द्विगुः इत्यादयः तत्सर्वम् अग्रे पश्यामः बृहत् अधिकारः अस्ति अत्र तत्पुरुष अधिकारः इति बहूनि सूत्राणि सन्ति तदनन्तरं तत्र द्वितीय अध्यायस्य द्वितीयपादे अत्र त्रयोविंशतितमं सूत्रं किं महोदय द्वितीयपादे त्रयोविंशति त्रयोविंशतिसूत्रं द्विगुश्च न द्वितीयपादे द्वितीयाध्याये द्वितीयपादे त्रयोविंशति शेषो बहुव्रीहि शेषो बहुव्रीहि हा शेषो बहुव्रीहि इति तत् तस्मात् बहुव्रीहिसमासस्य अधिकारः अस्ति तत्र षट् सूत्राणि सन्ति बहुव्रीहिसमासस्य अधिकारे षट् सूत्राणि सन्ति तदनन्तरं तत्र द्वन्द्वसमासः द्वन्द्वसमासस्य विषये एकम् एव सूत्रं तत्र चार्थे द्वन्द्वः इति एकमेव सूत्रमस्ति द्वन्द्वसमासस्य विषये तदनन्तरं पश्यामः चेत् तत्र पारिभाषिकशब्दानां विवरणमस्ति अत्र उपसर्जनसंज्ञा इत्यस्मिन् विषये अग्रे दत्तमस्ति इति आहत्य तत्र समाससम्बद्धसूत्राणि द्वितीयाध्यायस्य प्रथमपादे अपि च द्वितीयाध्यायस्य द्वितीयपादे अस्तु प्रश्नः किम् न श्रूयते मेडम् ऐ काण्ट् फैण्ड् वाट् एवर् यु आर् सेयिङ्ग् इन् दिस् टेक्स्ट् इन् द अष्टाध्यायी इस् इट् नो नो ऐ डोण्ट् हेव् अष्टाध्यायी ऐ हेव् वाट् एवर् ऐ गाट् दट् टेक्स्ट् विच् दट् करपत्रकं विच् यु हेड् सेण्ट् Yeah, no worries, but no I worries. No, okay. No worries. If you can't find it, no worries. In my email, there is a link to buy this book. Okay. So kindly buy the book when you get a chance from Samskrita Bharati. Okay. Yeah. Okay. So, yeah. We are not reading anything from the book. We are not going to study anything from the book for today. So, okay. Aham kevalam tatra vivaranam eva ekavaram vadami tatra kim kim asti iti. तत्सर्वम् अत्र करपत्रे एव दत्तमस्ति करपत्रे यद् उक्तमस्ति तदेव तत्र अहं प्रदर्शयामि पुस्तके कुत्र अस्ति तावदेव इत्युक्ते इत्युक्ते अत्र समासाधिकारे चत्वारि अधिकारसूत्राणि सन्ति समर्थपदविधिः सुभामन्त्रिते प्राङ्गवत् स्वरे प्राक्कडारात् समासः सः सुपा इति चत्वारि सूत्राणि भगिनि कृपया म्यूट् करोतु भगिनि प्रश्नः नास्ति चेत् तर्हि चत्वारि सूत्राणि सन्ति अधिकारसूत्राणि तदनन्तरं तत्र समासस्य अधिकारः भवति पृथक् पृथक् समासस्य नामकरणं भवति अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः इति चत्वारः प्रभेदः अव्ययीभावसमासः तत्पुरुषसमासः बहुव्रीहिसमासः द्वन्द्वसमासः इति नामकरणं तदर्थं सूत्राणि सन्ति तत्र सूत्रे वयं विवरणं प्राप्तुं शक्नुमः कीदृशपदम् अस्ति चेत् कीदृशसमासः भवति अथवा नियमः कः तत्पुरुषसमासस्य नियमाः के बहुभिः समासस्य नियमाः के अव्ययीभावस्य नियमाः के एतत् सर्वम् अत्र एव वयं द्रष्टुं शक्नुमः समासः सामान्यतया नियमानुसारम् एव भवति अस्माकं यद् इत्युक्ते अस्माकम् इच्छानुसारं समासः न भवति अत्र नियमः अस्ति चेत् तदा एव वयं समस्तपदं कर्तुं शक्नुमः परन्तु कुत्रचित् शिष्टप्रयोगे नो चेत् काव्येषु शास्त्रेषु तत्र कानिचन समस्तपदानि अपाणिनीयम् अपि भवन्ति तदर्थं तत्र कथं समर्थनीयं तादृशपदानां समर्थनं कथं भवति इति चेत् यतोहि सूत्रं नास्ति खलु तदर्थं पाणिनीयसूत्रं नास्ति खलु यतोहि तत्र पञ्चमी तत्पुरुषसमासः यदि उत्तरपदे भयम् इति पदम् अथवा भीतिः इति पदम् अस्ति चेत् पञ्चमी तत्पुरुषसमासः भवति इति उच्यते तर्हि कुत्रचित् तादृशं न पश्यामः पञ्चमी तत्पुरुषसमासः अन्यस्मिन् सन्दर्भे अपि काव्येषु अथवा कुत्रचित् पश्यामः चेत् तदर्थं कथं समर्थनीयं तत्र सूत्रं नास्ति खलु इति चेत् तदर्थं तत्र शिष्टप्रयोगः अस्ति कुत्रचित् ध्वनिः कृपया म्यूट् करोतु ललिता गणेशन् हा अस्तु धन्यवादः भगिनि इत्युक्ते तत्र सूत्रं नास्ति इति चेत् तत्र तदर्थं तत्र शिष्टप्रयोगः अस्ति इति कृत्वा वयं समर्थयितुं शक्नुमः तदर्थम् अत्र एकं सूत्रमस्ति सहसुपा इति सूत्रेण समर्थयितुं शक्नुमः अग्रे पश्यामः अस्मिन्नेव करपत्रे कथम् अस्ति इति अस्तु अग्रे समर्थपदविधिः इति परिभाषासूत्रमस्ति किल अधिकारसूत्रं नास्ति समर्थपदविधि समर्थपदविधिः इति अधिकारः अधिकारः नास्ति वा समर्थपरिभाषा इत्येव अस्ति समर्थपद न समर्थपदविधिः समर्थपदविधिः इति अधिकारः अपि अस्ति भगिनि समर्थपदविः यद्यपि परिभाषासूत्रं परन्तु समर्थपदविधिः सर्वत्र समर्थं सामर्थ्यमस्ति चेदेव समासः भवति अतः प्रत्येकस्मिन् सूत्रे सामर्थ्यमस्ति चेदेव तत्र समासः भवति तदर्थं तत्र अधिकारसूत्रमिति अपि वदामः अत्र तु समर्थपरिभाषा परिभाषायम् हा परिभाषासूत्रम् अस्ति तथापि तत्र प्रत्येकस्मिन् समासे हा प्रत्येकस्मिन् समासे सामर्थ्यम् अस्ति चेदेव समासः भवति अतः तत्र अधिकारः इत्यपि स्वीकर्तव्यः अस्तु भगिनि द्वन्द्वसमासः समासे एकसूत्रमेव अवतिष्ठति तिष्ठति परन्तु द्वितीय अध्याये द्वितीयपादे त्रिंशत् सूत्रं किम् अर्थं हा तत् पश्यामः भगिनि तत्र तत्र पारिभाषिकशब्दाः तत्र पश्यामः पारिभाषिक तत्र पूर्वनिपातपरनिपातः इत्यस्मिन् विषये अस्ति पूर्वनिपातपरनिपातप्रकरणम् इति अस्ति तदपि पश्यामः परन्तु तत्र समासस्य विधानं नास्ति समासस्य नियमाः सन्ति तत्र तत् पश्यामः हा द्वन्द्वसमासस्य नियमाः अपि सन्ति अपि च तत्र समस्तपदे किं पदं पूर्वं भवेत् किं पदम् उत्तरं भवेत् इत्यस्मिन् विवरणमपि अत्र अस्ति तदपि तत्सर्वम् अग्रे पठामः अस्तु हेमा भगिनी अपि अस्ति इति अधुना जानामि विलम्बेन अस्तु अस्तु अस्तु अग्रे अत्र पूर्णेन्दुमहोदय पठति किम् उत्तरपदाधिकारः उत्तरपद अधिकारः उत्तरपद अधिकारः षष्ठाध्यायस्य तृतीयपादस्य प्रथमसूत्रतः षष्ठाध्यायस्य तृतीयपादस्य चतुर्विंशतिसूत्रपर्यन्तम् अस्मिन् अधिकारे पुत्र सुग्लुक् न भवति पुत्र उत्तरपदे परे पूर्वपदे अन्यानि कार्याणि भवन्ति इति उच्यते समासे कानिचन पदानि उत्तरपदे सन्ति चेत् कुत्रचित् पूर्वपदस्य विभक्तेः लुक् न भवति कुत्रचित् पूर्वपदस्य परिवर्तनं भवति एते विषयाः अस्मिन् अधिकारे उच्यन्ते यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तत् अलुक् प्रकरणम् इति नाम्ना ज्ञायते अस्मिन् अधिकारे यानि सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थं वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले यथा युधिष्ठिरः इति तावत् वदतु एतस्य विषये किमपि अत्र पश्यतु तत्र अधुना तत्र समासस्य अध्ययनार्थं षष्ठाध्याये अत्र उत्तरपदधिकारः इति एकः भागः अस्ति षष्ठाध्यायस्य तृतीयपादे अत्र पृष्ठसङ्ख्या अस्ति 110 दशाधिक एकशतं पृष्ठे एकशतमे पृष्ठे षष्ठाध्यायस्य तृतीयपादे तत्र उत्तरपद अधिकारः इति अस्ति अलुग् उत्तरपदे इति आरभ्य उत्तरपदे लुक् प्रकरणम् इति अस्ति अपि च उत्तरपद अनाङ्ग् इति अस्ति उत्तरपदे पुंवद्भावः उत्तरपदे ह्रस्वत्वम् इत्युक्ते अत्र उत्तरपद अधिकारः अस्ति इत्युक्ते अत्र समासे पदद्वयं वर्तते खलु पूर्व यत्पदं पूर्वमस्ति तत् पदं पूर्वपदं यत्पदम् उत्तरम् अस्ति तत्पदम् उत्तरपदं तर्हि उत्तरपदे किञ्चित् उत्तरपदमस्ति चेत् पूर्वपदे किमपि कार्यं भवति अथवा किञ्चित् उत्तरपदमस्ति चेत् पूर्वपदस्य विभक्तेः लोपः न भवति अलुक् भवति इति एतादृशविवरणम् अस्मिन् अध्याये अस्ति अतः समासस्य अध्ययनार्थम् एतेषां सूत्राणां ज्ञानम् आवश्यकम् वयं तु सर्वाणि सूत्राणि न पठामः पर अहं केवलं सूचनार्थं वदामि अत्र सूत्राणि सन्ति यदा हि यदा कदापि तत्र कुत्रचित् क्लेशः अस्ति चेत् समासस्य विषये अत्रापि द्रष्टुं शक्नुमः अत्र बहूनि सूत्राणि सन्ति उत्तरपदाधिकारे उत्तरपदे परे कानिचन कार्याणि भवन्ति पूर्वपदे इति अत्र दत्तमस्ति एतदेव षष्ठाध्यायस्य तृतीयपादे अस्ति तृतीयपादस्य चतुर्विंशतिसूत्रपर्यन्तं तत्र अलुक् प्रकरणमस्ति तस्य अनन्तरम् अत्र उत्तरपदे परे पूर्वपदस्य अनाङ् इति आदेशः उत्तरपदे परे पूर्वपदस्य पुंवद्भावः इत्युक्ते तत्र पुल्लिङ्गवत् भवति इति नियमाः अपि च उत्तरपदे परे पदे परे पूर्वपदस्य ह्रस्वत्वम् इत्यादयः अत्र उक्ताः इत्यादयः विषयाः अत्र उक्ताः अस्तु अस्तु अग्रे महोदय अग्रे पठतु यथा युधिष्ठिरः इति यथा युधिष्ठिरः इति समस्तपदे विभक्तेः अलुक् अभवत् अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किं परिवर्तनं भवति इति उच्यते यथा किञ्चित् उत्तरपदम् अस्ति चेत् पूर्वपदे कानिचन कार्याणि भवितुम् अर्हन्ति तथा अलुक् अश्वत्वं दीर्घत्वम् इत्यादीनि कार्याणि अस्मिन् अधिकारे पठ्यन्ते यथा अत्र उदाहरणमस्ति युधिष्ठिरः इति पदमस्ति तत्र युधि इति तत्र सप्तम्यन्तं पदम् अस्ति युधि इति सप्तम्यन्तं पदम् अस्ति तत्र विभक्तेः लुक् न जातः किमर्थम् इति चेत् तत्र उत्तरपदाधिकारे किञ्चित् सूत्रमस्ति येन विभक्तेः लुक् न भवति युधिष्ठिरः इति पदे इति एतादृशनियमाः अस्मिन् अधिकारे सन्ति इति एव सारांशः अस्ति अत्र बहूनि सूत्राणि सन्ति सन्दर्भं दृष्ट्वा पश्यामः अस्तु भगिनि अत्र भगिनि भगिनि एकः प्रश्नः अस्ति एकक्षणं माला भगिनी अत्र सीमा भगिनी वदतु अत्र अष्टाशीति सूत्रात् पर्यन्तम् उत्तरपदस्य अधिकारः अस्ति उत्तरपद अधिकारः उत्तरपदाधिकारः वस्तुतः उत्तरपदे इति समानादेशः अत्र सङ्ख्या का उक्तवती किम् उक्तवती अष्टाशीति अत्र वस्तुतः तत्र 88 पर्यन्तम् उत्तरपदे सहस्यादेशः इत्यपि अस्ति उत्तरपदे सामानस्य आदेशः इति भवन्ति इत्युक्ते तत्र 100 सूत्रपर्यन्तम् अस्ति खलु ओके ओके तदपि अपि कुशब्दस्य आदेशः तदपि कुशब्दस्य आदेशः अपि तदपि अस्ति हा तत्र दृष्ट्वा वदामि भगिनि अत्र उत्तरपदाधिकारः कुत्र पर्यन्तम् अस्ति इति दृष्ट्वा वदामि तत्र प्रायः न हा अत्र वस्तुतः तत्र प्रलोपे पूर्वस्य दीर्घः तत्रापि उत्तरपदे इति एव दत्तमस्ति अत्र दृष्ट्वा वदामि कुत्र पर्यन्तम् अधिकारः अस्ति अस्तु अहं लिखामि अतः ज्ञातुं हा हा हा दृष्ट्वा वदामि तत्र अत्र अलुक् प्रकरणस्य विषये एव तत्र मातुः पुस्तके दत्तमस्ति अत्र चतुर्विंशतिसूत्रपर्यन्तम् इति तदा तस्य अनन्तरमपि तत्र अनाङ्गादेशः पुंवद्भावः तदपि उत्तरपद अधिकारः एव भगिनी युधिष्ठिरः अत्र युधि स्थिरः इति सन्धि भूत्वा स्थिरः इति भवति वा? सत्यं, तत्र षत्वं भवति, केनचित् सूत्रेण षत्वं भवति, अतः युधिष्ठिरः, तत्र युधि इत्यत्र विभक्तेः लोपः न जातः इति, तत्र कुत्रचित् समासस्य प्रसङ्गे विभक्तेः लोपः न भवति इति विषयः अस्ति. अस्तु, अत्र विभक्तेः लोपः इति वदति, तस्मिन् तस्मिन् विषये किञ्चित् वदतु भगिनी. अत्र युधिष्ठिरः तस्य विग्रहवाक्यं किम्? युधिः युधि स्थिरः, युधिस्थिरः. अस्तु, तर्हि स्थिरः तस् पूर्वपदस्य विभक्तेः लोपः न भवति इत्युक्ते, अत्र समासस्य प्रसङ्गे विभक्तिः लोपः इत्युक्ते पूर्वपदस्य विभक्तेः लोपः भवति इत्युक्ते, सीतायाः पतिः इति वदामि चेत् तत्र इति एव भवति. हा, सीतायाः इति तत्र षष्ट्यन्तं पदमस्ति, तत्र विभक्तेः लुप् लुक् भूत्वा सीता इति प्रातिपदिकम् अस्ति, सीतापति सीतापतिः इति अस्ति. अत्र युधि इति तत्र सप्तम्यन्तं पदम् अस्ति, युद् इति प्रातिपदिकं, तत्र विभक्ति हलन्तप्रातिपदिकं, तत्र सप्तमी विभक्तिः यथा भवति इति भवत् इति प्रातिपदिकम् अस्ति चेत् भवति इति रूपम् अस्ति खलु सप्तम्यन्तम्. सत्यम्. एवमेव युद् इत्यस्य युधि इति अस्ति सप्तम्यन्तं पदम्. सामान्यतया तत्र विभक्तेः लोपः भवति चेत् युद् इति एव स्वीकुर्मः खलु, परन्तु अत्र युधि इति अस्ति, तत्र विभक्तेः लोपः न जातः. अस्तु अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे वंशि भगिनी पठति किम्? समासान्ताधिकारः. आं भगिनि, प्रयत्नं करोमि. समासान्ताधिकारः पञ्चमध्याये चतुर्थपादे अष्टषष्टिसूत्रतः पञ्चमाध्याये चतुर्थपादे 160 सूत्रपर्यन्तं समासान्ताधिकारः भवति. अस्मिन् अधिकारे समासान्तप्रत्ययाः विधीयन्ते. समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति इत्यतः एव समासान्तप्रत्ययाः अपि तद्धितान्तप्रत्ययाः इत्येव परिगण्यते. ये समासान्तप्रत्ययाः तद्धितसंज्ञकाः समासस्य अन्ते आयन्ति, अपि च समासस्य अवयवाः भवन्ति, अतः एव समासान्तप्रत्ययाः इति नाम्ना ज्ञायते. वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले. अत्र पञ्चमाध्याये चतुर्थ पादपर्यन्तम् सूत्रमस्ति अष्टषष्टिसूत्रतः 160 सूत्रपर्यन्तं समासान्त अधिकारः सूत्राणि सन्ति. तत्र ये प्रत्ययाः समासे इति यत् समासे विधीयन्ते ते तद्धितप्रत्यया एव भवन्ति इति अहम् अवगच्छामि, परन्तु अहं न जानामि सम्यक् अस्ति. अहं किञ्चित् वदामि भगिनि, अत्र किञ्चित् वदामि. अत्र पञ्चमाध्यायस्य चतुर्थपादे अत्र पुस्तके पश्यामः चेत् पृष्ठसङ्ख्या अस्ति 98 अष्टाधिकनवतितमं सूत्रं, नवतितमपृष्ठे समासान्त अधिकारः इति अस्ति, अत्र 68 सूत्रं समासान्ताः इति अस्ति, पश्यति वा समासान्ताः? 98 पृष्ठसङ्ख्या अस्ति, तत्र 68 सूत्रं समासान्ताः इति अस्ति, तत्र समासान्त अधिकारः इति अस्ति. समासान्त अधिकारः तद्धित अधिकारे अस्ति, इत्युक्ते पञ्चमाध्याये सामान्यतया तद्धितप्रत्ययानां विषये विवरणम् अस्ति, परन्तु तत्र एव समासान्तप्रत्ययानां विषये अपि विवरणम् अस्ति. समासान्तप्रत्ययसम्बद्धसूत्राणि अत्र एव सन्ति पञ्चमाध्यायस्य चतुर्थपादे, अत्र 68 सूत्रात् आरभ्य अत्र अन्तपर्यन्तं समासान्तप्रत्ययाः सन्ति. इत्युक्ते यत्र समासः विधीयते, समासः विधीयते, पदद्वयं स्वीकृत्य समासः कुर्मः तदानीं तत्र कुत्रचित् तद्धितप्रत्ययः विधीयते, कुत्रचित् तद्धितप्रत्ययः विधीयते तत्र. उदाहरणम् अधुना न वदामि, अधुना न वदामि, यतोहि अत्र क्लेशः भवितुम् अर्हति. अत्र इत्युक्ते तत्र समस्तपदद्वयम् अस्ति, समस्तपदद्वयम् अस्ति, तत्र उत्तरपदात् कश्चित् प्रत्ययः विधीयते उत्तरपदात्. अत्र यथा वदामि चेत् तत्र कुत्रचित् टच् इति प्रत्ययः विधीयते, तर्हि तत् टच् इति प्रत्ययः विधीयते चेत् अत्र टच् इति प्रत्ययः तद्धितप्रत्ययः अस्ति, तद्धितप्रत्ययः, यद्यपि तद्धितप्रत्ययः अस्ति तथापि समासान्तप्रत्ययः इति एव तस्य नामकरणमस्ति, समासान्तप्रत्ययः. तर्हि प्रश्नः भवति किमर्थं समासान्तप्रत्ययाः अत्र तद्धित अधिकारे स्थापिताः, किमर्थम् एते प्रत्ययाः अत्र सन्ति, किमर्थं तत्र समास अधिकारे न सन्ति एते प्रत्ययाः, किमर्थम् अत्र तद्धित अधिकारे सन्ति इति चेत् एते प्रत्ययाः वस्तुतः तद्धितप्रत्ययाः एव, परन्तु समासस्य अवयवाः भवन्ति, इत्युक्ते समासप्रक्रियाकाले तेषां योजनं भवति, तेषां योजनं भवति. किमर्थं तद्धित अधिकारे ये प्रत्ययाः सन्ति इति चेत् तद्धितप्रक्रियायां यानि कार्याणि भवन्ति तानि कार्याणि समासप्रक्रियायाम् अपि भवन्ति, तदर्थमेव एते तद्धितप्रत्ययाः. इत्युक्ते तद्धितप्रक्रियायां कानिचन कार्याणि भवन्ति, अत्र समासस्य प्रक्रियायामपि तानि कार्याणि आवश्यकानि इति कृत्वा अत्र स्थापितानि. कानि कानि कार्याणि इति अधुना न वदामि, अग्रे तत्र अव्ययीभावसमासस्य विषये तत्र उदाहरणानि सन्ति, प्रक्रिया कथं भवति इति सर्वं प्रदर्शितमस्ति, तत्र वयं पश्यामः कथम् अत्र समासान्तप्रत्ययः विधीयते, कथं कार्यं भवति, कथं कथं ये प्रत्ययाः समासस्य अवयवाः भवन्ति, एतत् सर्वं तत्र अग्रे अग्रे चिन्तनं कुर्मः. अत्र केवलं परिचयरूपेण अत्र किञ्चित् दत्तमस्ति, इत्युक्ते तत्र समासस्य चिन्तनकाले समासान्तप्रत्ययानां विषये अपि चिन्तनं करणीयं, समासान्तप्रत्ययाः अपि कुत्रचित् विधीयन्ते, कुत्र इति अधुना न वदामि, परन्तु केचन प्रत्ययाः अव्ययीभावसमासस्य विषये विधीयन्ते, केचन प्रत्ययः तत्पुरुषसमासस्य विषये विधीयन्ते, सर्वत्र विधीयन्ते इति नास्ति, अत्र नियमाः सन्ति. उदाहरणार्थम् अत्र अनन्तशब्दः इत्युक्ते यथा राजन् इति शब्दः अनन्तः अस्ति, यस्य अन्ते अन् इति अस्ति, यदि तादृश उत्तरपदम् अस्ति चेत् तत्र टच् इति प्रत्ययः विधीयते. यदि उत्तरपदे राजन् इति शब्दः अस्ति तर्हि तस्मात् टच् इति प्रत्ययः विधीयते इति अत्र अस्मिन् अधिकारे वयं ज्ञातुं शक्नुमः. तर्हि टच् इति प्रत्ययः अस्ति चेत् तत्र टच् तद्धितप्रत्ययः अस्ति, इदानीं राजन्योगः टच् इति अस्ति, टच् इति प्रत्ययः समासस्य अवयवः भवति, इत्युक्ते समासस्य भागः भवति. इदानीं टच् प्रत्ययं योजयित्वा सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति, अधुना टच् प्रत्ययं योजयित्वा प्रातिपदिकसंज्ञा भवति, तदनन्तरं टच् प्रत्ययं निमित्तीकृत्य कार्याणि अपि भवन्ति इति अत्र स्थूलरीत्या किञ्चित् उक्तं, परन्तु अग्रे पश्यामः. अधुना न अवगच्छति चेत् चिन्ता नास्ति, यतोहि तस्य विवरणम् उदाहरणं सर्वम् अग्रे आयास्यति. अस्तु, अत्र अत्र स्थगयामः इति चिन्तयामि. भगिनी एकः प्रश्नः, तत्र सुबन्तानाम् एव समासः भवति, परन्तु समासः इति पदे धातु अपि उपसर्गः सन् सः किमर्थं तत्र समासपदे धातु अस्ति, संयोगः असु अस्ति किल, तत्र असु इति धातु अस्ति, तत्र समासः नास्ति, समासः तत्र कृदन्तपदमस्ति, समासः इति पदं कृदन्तं पदमस्ति, समासः नास्ति तत्र, समुपसर्गपूर्वकः अधातुतः घञ् इति प्रत्ययः, तत्र घञ् इति कृत् प्रत्ययः अस्ति. अस्तु अस्तु, इत्युक्ते समासः पदं कृत् पदमस्ति किल भगिनि, कृदन्तपदमस्ति किल? कृदन्तपदमस्ति, कृदन्तपदं समासः इति कृदन्तपदं, समासः नास्ति. Madam, I would like to ask something. While seeing the individual samasas, would you be seeing the rupasiddhi also? Yeah, yeah, yeah. We'll take few examples and we will see the how the rupasiddhi happens. Okay, and you mentioned the touch pratyaya. Touch pratyaya is used for what? Yeah, we will see all that later on. Touch pratyaya is why we use touch pratyaya, what happens when we attach the touch pratyaya. We'll see all that later on. Okay, thank you. The next lesson. Just the introduction. Okay? Astu? Yeah. Tarhi atra stagayamaha. Kopi prashna asti va? Astu. Namaste. Dhanyavadaha. Namaskaraha. Bahu. धन्यवादः.